गुरुब्रह्म गुरुविष्णुगुरुदेव महेश्वर गुरुसाक्षात् परब्रह्म तस्मै श्रीगुरवे नमः सर्वेभ्यो नमः सर्वेषां स्वागतम् अस्मिन् न्यायवर्गे अस्माकं प्रवर्तमानविषयः अस्ति तत्र विभागः अतिरिक्तगुणः संयोगनाशकः च इति लक्षणवाक्यस्य निरूपणं तत्र अस्माकं यन्त्रम् आसीत् तत्र अनुमानम् अपि तस्मिन् विषये वयं बहु किमपि चर्चितवन्तः अपि अत्र अनुमानवाक्ये तत्र सर्वे सन्ति नाम तत्र पक्षः अपि तत्र व्याप्तिः अस्ति दृष्टान्तः अस्ति दृष्टान्तस्य कार्यम् अत्र भवति यद्यपि दृष्टान्तः तत्र अन्वयदृष्टान्तः अपि दृष्टान्तः पक्षस्य एकदेशः तद् अस्ति चेदपि तत्र कार्यं करोति तस्य आधारेण वयं तत्र अनुमितिज्ञानं प्राप्तुं शक्नुमः अनुमिति जायते नाम तत्र वयं जानीमः तत्र समानाधिकरणगुणजन्यत्वं नाम तत्र यत्र यत्र आश्रयनाश अजन्यगुणनाशः भवति तत्र तत्र सर्वत्र तत्र अन्यः गुणः वर्तते तस्मिन्नेव अधिकरणे येन अस्य गुणस्य नाशः भवति इति वयं तत्र एतावत् साधितवन्तः इदानीं तत्र किञ्चित् एव तत्र अस्ति तत्र नाम यत् मया उक्तं तद् तत्र गृहपाठे अपि तत्र सर्वे कृतवन्तः इदानीं तत्र अग्रे गन्तुं शक्नुमः तत्र एकं परिच्छेदं पठामः यत्र तत्र सारांशः भवति नाम वयं किं कृतवन्तः अद् तदनन्तरम् अग्रे सरामः तर्हि अस्तु मृणनिभगिनी नमस्कारः शोभगिनी नमस्कारः नमस्ते महोदय नमस्कारः अस्तु तर्हि अन्य एफ् सि सि मध्ये आसम् चिन्ता मास्तु भगिनि इदानीमेव तत्र आरम्भः अभवत् अस्तु तर्हि तत्र नीता भगिनी तत्र प्रकृतौ इति आरभ्य पठति वा प्रकृतौ आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुण्यजन्यः आश्रयनाशाजन्यगुणनाशत्वात् पाकजरूपनाशवत् अत्र पाकजरूपनाशः पक्षे एकदेशः अस्ति चेदपि सर्वत्र आश्रयनाश अजन्यगुणनाशे समानाधिकरणगुणजन्यत्वम् इति साधनवेलायां पक्षे एकदेशः अपि दृष्टान्तः भवति अतः यद्यपि हेतुः पक्षभिन्नस्थले न लभ्यते तथापि अत्र अन्वयदृष्टान्तः सम्भवति आश्रयनाश अजन्यगुणनाशः इत्यस्य एकदेशः पाकजरूपनाशः एतादृशः अन्वयदृष्टान्तः भवति सर्वत्र पक्षे साध्यं वर्तते इति लक्ष्यं चेत् अत्र अग्रिमे पठानि वा अत्र कश्चन प्रश्नः अत्र एतत् सर्वेषां मनसि अस्ति इति मन्ये खलु अतः तत्र अग्रिमपरिच्छेदमपि पठतु भगिनि एतावत् भवत्या पठितुं सर्वे जानन्ति इति अस्तु अत्र कश्चन प्रश्नः उदेति पक्षतावच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति तथा सति किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति तत्र एकदेशः दृष्टान्तः न भवति इत्युक्तम् इति उक्तं किन्तु किमर्थम् इति प्रश्नः अधुना प्रथमे परिच्छेदे तु वयं दृष्टवन्तः तत्र केवल तत्र व्यतिरेकदृष्टान्त एव भवति इति न अन्वयदृष्टान्त अपि भवितुमर्हति यद्यपि तत्र हेतुः पक्षं विहाय अन्यत्र नास्ति तर्हि अत्र अन्वयदृष्टान्तः सम्भवति किमर्थं तत् एकदेशः यत् अस्ति पाकजरूपनाशः तत्र पक्षे साध्यं सर्वत्र पक्षे साध्यं वर्तते इति अस्माकं लक्ष्यमस्ति. अतः अधुना पक्षता अवच्छेदक सामानाधिकरण्येन अनुमितिः इति स्थले, हा तत्र अनुमिति द्विविधा तत् वयं दृष्टवन्तः. तत्र द्वितीये तत्र पक्षता अवच्छेदकसामानाधिकरण्येन अनुमिति एतस्मिन् स्थले पक्षे सर्वत्र साध्यं भवतु, पक्षे सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति. तत्र तत्र उदाहरणम् अस्माकम् उदाहरणं किम् आसीत् नाम तत्र एतादृश अनुमिति द्वैविध्यं वर्तते नाम पर्वत शतपर्वताः सन्ति इति स्थले तत्र सामानाधिकरण्येन इति तत्र कथं भवति तत्र उदाहरणं तदा सामानपक्षे सर्वत्र साध्यं भवतु इत्युक्ते शतपर्वताः सन्ति तदा शतेषु पर्वतेषु तत्र वह्निः अस्ति इति प्रथमविधा तत्र तत्र नामकरणं किम् आसीत् पक्षता अवच्छेदकेन पक्षता अवच्छेदक अवच्छेदेन इति आसीत् खलु तत्र पक्षता अवच्छेदक अवच्छेदेन अवच्छेदक अवच्छेदेन यत्र सर्वेषु पर्वतेषु वह्नि भवेत् परन्तु अधुना शतपर्वताः सन्ति परन्तु तेषु केषुचिदेव पर्वतेषु वह्निः इति अतः तत्र साध्यं सर्वत्र भवति इति नास्ति इदानीं इति नास्ति सर्वत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति नास्ति इति इच्छा नास्ति अतः सर्वत्र साध्यं भवतु इति अनुमितिः नास्ति इति नास्ति तथा सति अस्यां स्थितौ किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति इति अत्र इत्युक्ते एक पक्षस्य एकदेशः दृष्टान्तः इति किमर्थं न भवति इति प्रश्नः अस्ति इत्युक्ते तत्र केवलम् अत्र केवलं प्रश्नः उद्घाटितः तावदेव तत्र उत्तरं न दत्तम् आमां प्रश्नः तत्र एकदेशदृष्टान्तः न भवति इति अस्ति परन्तु तत् किमर्थम् उक्तमस्ति इति प्रश्नः अस्ति इति प्रश्नः अस्ति नाम एकदेशे तत्र पक्षस्य एकदेशः दृष्टान्तत्वेन न स्वीकर्तुं शक्यते इति किन्तु किमर्थम् इति प्रश्नः इति एव तावदेव नाम सर्वत्र वर्तते इति स्थले एकदेशः अपि दृष्टान्तरूपेण स्वीकर्तुं शक्यते किन्तु यत्र सर्वत्र साध्यं भवतु इति नास्ति इति अनुमितिः नास्ति तस्मिन् सन्दर्भे एकदेशः दृष्टान्तत्वेन न स्वीकर्तुं शक्यते इति अस्तु साध्यं पक्षस्य एकभागे एव अस्ति तदा इति अस्माकम् इच्छा अस्ति साध्यस्य साध्यः पक्षस्य एकभागे एव अस्ति इति चिन्तनवेलायाम् एकदेशः दृष्टान्तरूपेण न स्वीकर्तुं शक्यते इति उक्तं किन्तु अग्रे पश्यामः किमर्थम् इति अस्तु समीचीनं धन्यवादः अस्तु अग्रे उषा भगिनी अग्रे तर्हि अस्तु महोदय अस्य समाधानार्थं चिन्तनीयं भवति यत् अस्माकं पक्षस्य स्वभावः कः पर्वतः वह्निमान् धूमात् इति स्थले पर्वतः विशिष्टं द्रव्यं पर्वतः अपि विशिष्टं द्रव्यं महानसमपि विशिष्टं द्रव्यं द्वौ अपि कस्यचित् एकस्य सङ्ग्रहस्य सदस्यौ आश्रयनाशाजन्यगुणनाशः समानाधिकरणगुणजन्यः आश्रयनाशाजन्यगुणनाशत्वात् इति स्थले आश्रयनाश अजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति विशिष्टवस्तु नास्ति आश्रयनाश अजन्यगुणनाशः इति काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति इत्यस्य बोधनार्थं विशिष्टपक्षस्य सामान्यपक्षस्य च भेदः अवगन्तव्यः. पूर्वपरिचेते प्रश्नः एव दत्तम्. अस्य समाधानार्थम् एकदेशः न भवति पक्षता अवच्छेदक सामानाधिकरण्येन अनुमितिः साध्यमिति स्थले एकदेशः दृष्टान्तः न भवति इति किमर्थम् इति समाधानार्थं चिन्तनीयं भवति यत् अस्माकं पक्षस्य स्वभावः कः. पर्वतः वह्निमान् धूमात् इति स्थले पर्वतः विशिष्टं द्रव्यं. पर्वतः वह्निमान् धूमात् अस्माकम् अनुमान वाक्यं. पर्वतः अपि विशिष्टं द्रव्यं, महानसमपि विशिष्टं द्रव्यं. प्रकृतिः पर्वतः अपि च महानसमपि द्रव्यं प्रकृतिः एव भवति. द्वौ अपि कस्यचित् एकस्य सङ्ग्रहस्य सदस्यौ, एकस्य सङ्ग्रहस्य सदस्यः इति द्वयोः अपि एकस्य सङ्ग्रहस्य सङ्ग्रहस्य लेखसमूहः. पार्थिवपदार्थेषु इति सङ्ग्रहः पदार्थेषु समूहः अस्य सङ्ग्रहः सदस्यौ. महानसमपि एकं सदस्यं, पर्वतः अपि एकं विशिष्टं सदस्यः अस्ति. आश्रयनाश अजन्यगुणनाशः समानाधिकरणगुणजन्यः. आश्रयनाश अजन्यगुणनाशत्वात् इति स्थले आश्रयनाश अजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति. पूर्वमपि वयं तत् दृष्टवन्तः. आश्रयनाश अजन्यगुणनाशः इति विशिष्टं द्रव्यं नास्ति, एकः विषयः अस्ति, विशिष्टवस्तु नास्ति अपि. आश्रयनाश अजन्यगुणनाशः इति काचन श्रेणी अस्ति इति दत्तं. श्रेणी इति विषयः एव वा? नाम लेवल् इति श्रेणी नाम विषयः इति विषयः इति सङ्ग्रहरूपेण अथवा श्रेणीरूपेण नाम तत्र विषयः तत्र घटः अपि विषयः भवितुम् अर्हति. अन्यदपि विषयः अस्तु घटः यद्यपि प्रकृति तदपि विषयम् इति वक्तुं शक्यते. अतः तत्र विषयेषु एषा एका श्रेणी वर्तते, नाम तत्र अब्स्ट्राक्ट् अस्ति इति. काचन श्रेणी अस्ति यस्यां बहवः सदस्याः सन्ति. आशयनाश अजन्यगुणनाशः इति स्थलं विशिष्टम् इति यस्य बहवः सदस्याः सन्ति इत्युक्ते बहवः एनिथिङ्ग् केन् बि कन्सिडर्ड् अस् वेर् आश्रयनाश अजन्यगुणनाशक घटपट संयोगस्य विभागः अतः तत्र गुणनाश संयोगस्य नाशः यदा पुस्तक हस्तपुस्तक संयोगनाशः तत्रापि श्रेणी सदस्यः भवति. पाकजरूपनाशः अपि सदस्यः इति अपि सदस्याः. अतः तत्र बहवः सदस्याः सन्ति. पक्षता अवच्छेदकसामानाधिकरण्येन अनुमितिः इति स्थले किमर्थं पक्षस्य एकदेशः दृष्टान्तः न भवति इत्यस्य बोधनार्थं विशिष्टपक्षस्य सामान्यपक्षस्य च भेदः अवगन्तव्यः. विशिष्टपक्षः अत्र एनी जनरल् आश्रयनाश अजन्यगुणनाशः स्थले सामान्यपक्षः पर्वतः महानसम् इति सामान्यपक्षः. द्वयोः कृते भेदः अवगन्तव्यः इति अग्रे दत्तम् इति. नाम तत्र पक्षे तत्र किमर्थम् अनुमिति तत्र एकदेशदृष्टान्तः एकदेशदृष्टान्तः तत्र कार्यं न करोति. सामानादिकरण्येन अनुमितिः इति इच्छामः, किमर्थं न कार्यं करोति इति अवगमनार्थं तत्र पक्षेषु अपि द्वैविध्यं वर्तते इति अपि सः भेदः कः इति अवगन्तव्यः, नाम विशिष्टपक्षः सामान्यपक्षः इति. अतः तत्र नाम एतस्य अवगमनार्थम् अन्यः विषयः अवगन्तव्यः, नाम पक्षेषु भेदः, विशिष्टपक्षः सामान्यपक्षः, तस्य आधारेण कपिसंयोग वृक्षे कपिसंयोगः तत्र सामान्यपक्षः विशिष्टपक्ष एतावत् न उक्तम्, अतः पश्यामः नाम अग्रे विशिष्टपक्ष नाम किं सामान्यपक्ष नाम किम् इति उच्यते इति मन्ये. अस्तु, धन्यवादः भगिनी, समीचीनं, धन्यवादः. तर्हि अग्रे तर्हि तत्र मृलिनी भगिनी अग्रे पठति वा? आमाचार्य, आचार्य पूर्वं यत् अस्ति किल विषयः तत्र आसीत् किल नित्यानित्याश्च, तत्र नित्या परमाणुरूपा, अनित्याकाररूपा, पुनस्त्रिविधा, शरीरेन्द्रियविषयभेदा, तत्र विषयः अस्ति किल तृतीया, अस्माकम् अस्मादीनाम् शरीरं किल इन्द्रिय, अनन्तरं विषयभेदः तत्र तृतीयमस्ति किल, तत्र विषयशब्दः अस्ति किल. सत्यं भगिनि, सत्यं सत्यं सत्यं, समीचीनं भगिनि. तत्र तादृशम् अर्थे अहं तत्र विषयः इति सामान्यलौकिक अर्थेन अहम् उक्तवान्, नाम यदहं विषयः इति उक्तवान्, किन्तु यद् भवती वदति तत् सत्यमेव, अतः विषयः इति पदं तस्य पारिभाषिक अर्थः अपि अस्ति, अतः तत्र सावधानम् आवश्यकम्. अधुना महानसम् इति दृष्टान्तस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. पूर्वम् अस्माभिः उक्तं यत् महानसम् इति पक्षभिन्नस्थलं, किन्तु वस्तुतः इदं महानसमपि पक्षस्य एकदेशः. अत्र पक्षः कः? यः धूमः अस्ति, यत्र धूमः अस्ति, वह्निः अपि अस्ति, तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः. एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति. एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणं भवतु. अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति. वस्तुतः सामान्यपक्षः पक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति. अधुना महानसम् इति दृष्टान्तस्य प्रसङ्गे किञ्चित् चिन्तनं कुर्मः. तर्हि दृष्टान्तः नाम पर्वतः धूमवान्, पर्वतवह्निमान् धूमात् यथा महानसं. तत्र वयं दृष्टान्तः पश्यामः यथा महानसं. पूर्वम् अस्माभिः उक्तं यत् महानसम् इति पक्षभिन्नस्थलम्. आम्, अस्माकं पक्षः तु पर्वतः अस्ति, तर्हि महानसं पक्षभिन्नस्थलं यत्र दृष्टान्तः भवति. किन्तु वस्तुतः इदं महानसमपि पक्षस्य एकदेशः. ओ, यथा अर्थात् यत्र वह्नि अस्ति तत्र पक्ष इति चिन्तयामः चेत् वा? अत्र पक्षः कः? यत्र धूमः अस्ति, वह्निः अपि अस्ति, तादृशस्थलस्य सङ्ग्रहः स्वयं यत्र पक्षः भवति तत्र महानसम् एकदेशः. तदेव मया चिन्तितम्. अतः पक्षः नाम किम् इदानीं? पक्षः इति कः भवति? यत्र धूमः अस्ति, वह्नि अपि अस्ति, तादृशस्थलस्य सङ्ग्रहः एव पक्षः. इत्यर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति. एकदेशः नाम पक्षस्य एकदेशः. एवं नाम यत्र धूमः अस्ति अपि तत्र वह्निः अपि भवेत् इति चिन्तयामः, तादृशस्थलानां सङ्ग्रहः एव पक्षः यदि भवति, तत्र महानसमपि एकः सदस्यः खलु. तर्हि तत्र महानसम् इति अन्वयदृष्टान्तः नाम तत्र यत्र पक्षः कीदृशः, यत्र हेतुः अपि अस्ति, साध्यः अपि भवेत् इति चिन्तयामः, तादृशेषु स्थलेषु तत्र तादृशानां स्थलानां सङ्ग्रहः एव पक्षः इति चिन्तयामश्चेत् तत्र यः कोऽपि दृष्टान्तः अन्वयदृष्टान्तः भवेत् तत्तु तत्र पक्षस्य एकदेशः भवति खलु. नाम अस्मिन् सन्देहे एतदर्थं वस्तुतः अन्वयदृष्टान्तः सर्वदा एव एकदेशः अस्ति. अस्यां स्थित्याम् एतादृशसङ्ग्रहरूपपक्षः सामान्यपक्षः इति नामकरणं भवतु. एवम् अत्र अर्थात् यत्र यत्र अस्मिन् उदाहरणे यत्र यत्र धूमः अस्ति तत्र तत्र वह्नि अपि अस्ति, एतादृश यत्किमपि पक्षः भवेत् तत्तु सामान्यपक्ष इति वा नामकरणं भवतु. यत्र यत्र यत्र यत्र धूमः अस्ति वह्नि अपि अस्ति इति तादृश सङ्ग्रहः स्वयम् एव पक्षः इति चिन्तयामः. दृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति. अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् एतत् न अवगच्छामि. नाम अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तर्हि तत्र महान् इदानीं तत्र एतत् स्वीकरोतु, नाम तत्र सरोवरः इति स्वीकरोतु. सरोवरः इति अन्वयदृष्टान्तः इति स्पीकर् कोऽपि वदति अन्वयदृष्टान्तः, मम अन्वयदृष्टान्तः सरोवरः इति. सरोवरः सामान्यपक्षे सदस्यः वा न? सङ्ग्रहस्य सामान्यपक्षस्य एकदेशः वा न? तर्हि तत्र दृष्टान्तरूपेण स्वीकुर्मश्चेत् तेन किमपि मूल्यमस्ति वा तस्य? नास्ति, यतोहि हेतुः अपि नास्ति, साध्यमपि नास्ति, तेन किं खलु. अतः अन्वयदृष्टान्तः इति चिन्तयामः. व्यतिरेकदृष्टान्तरूपेण कार्यं करोति, किन्तु अन्वयदृष्टान्तरूपेण स्वीकुर्मश्चेत् तस्य कोऽपि महत्त्वं नास्ति, मूल्यं नास्ति. अतः यत्र धूमः अस्ति अपि तत्र वह्निः अपि अस्ति इति एव अन्वयदृष्टान्तः भवितुमर्हति खलु. अन्वयदृष्टान्तस्य कार्यं किं? व्याप्तिं प्रदर्श्य इति खलु. अतः तत्र धूम हेतुः अपि भवेत्, साधनमपि भवेत्, किन्तु तादृशं नाम धूमः अपि अस्ति, वह्निः अपि अस्ति चेत् तर्हि अन्वयदृष्टान्तः पक्षस्य एकदेशः भवति. अतः अन्वयदृष्टान्तः सामान्यपक्षस्य एकदेशः नास्ति चेत् तस्य किमपि मूल्यं नास्ति खलु. एवं वस्तुतः सामान्यपक्षस्य एकदेशः नास्ति चेत् अन्वयदृष्टान्तः एव नास्ति. नाम सामान्यपक्षस्य एकदेशः नास्ति इत्यस्य अर्थः कः? तर्हि अन्वयदृष्टान्तस्तः सामान्यपक्षस्य एकदेशः, सामान्यपक्षः नाम यत्र यत्र धूमः अस्ति तत्र तत्र वह्नि अपि अस्ति, तादृशः स्थलसङ्ग्रहः सामान्यपक्षः. सामान्यपक्षस्य एकदेशः नास्ति चेत् आं तर्हि अस्मिन् एतादृशः उदाहरणं नास्ति, तत्र अन्वयदृष्टान्तः अपि न साध्यते. एकदेशः नाम किं नाम सामान्यपक्षस्य एकदेशः नास्ति चेत् इत्युक्ते एकदेशः पक्षस्य एकदेशः एकम् उदाहरणं वा इति सामान्यपक्षः तादृश अस्ति नाम सामान्यपक्षः यः अस्ति तस्य एकदेशः नाम तस्य एकः भागः खलु. यदि यदि सामान्यपक्षस्य भागः एव न कर्तुं शक्नुमः नाम एकदेशः नास्ति नाम भागः न कर्तुं शक्नुमः नाम पर्वतः महानसम् एतादृशं विभागः न कर्तुं शक्नुमश्चेत् सर्वे सदस्याः समानाः सन्ति चेत् तदा तत्र कस्य उदाहरणं कः उदाहरणरूपेण स्वीकर्तुं आमामां तर्हि उदाहरणम् एव न अवशिष्यते. यदि यदि सदस्येषु भेदः वर्तते नाम पर्वतः स्थले सदस्यः अस्ति किन्तु तत्र सन्देहः वर्तते वह्नि अस्ति न वा, किन्तु तत्र महानसे आमां तत्र धूमः अपि अस्ति वह्नि अपि अस्ति अतः तत्र उदाहरणत्वेन अतः तत्र तादृशस्थले तत्र एकदेशः अस्ति अपि महानसमिति विशिष्टस्थलं पर्वतः इति विशिष्टस्थलं द्वौ अपि सदस्यौ किन्तु तयोः मध्ये कश्चन भेदः वर्तते इति कृत्वा तत्र सामान्यपक्षस्य विभागः भवति एकदेशः तत्र महानसम् इति भवति तदा एव अन्वयदृष्टान्त एतस्यां स्थित्यामेव तत्र यत्र विभागः सामान्यपक्षस्य विभागः भवति तदा एव तत्र एकपक्षः इति भवति तदा एव तत्र अन्वयदृष्टान्तः भवति. एकदेशः नास्ति चेत् अन्वयदृष्टान्तः न लभ्यते एव सर्वे सदस्याः समानाः इति कृत्वा. अन्यथा तत्र यज्ञकुण्डः अपि एकः उदाहरणम् अस्ति किल, अन्य उदाहरणं सत्यं भगिनि सत्यं सत्यं तत्र अपि अस्ति अग्निः अपि अस्ति तस्य स्थलस्य भेदः महानसं दृष्ट्वा सः अपि एकभागः सः अपि सामान्यपक्षस्य एकभागः अस्ति अतः तत्र सामान्यपक्षस्य विभागः वयं कर्तुं शक्नुमः महानसानि महानस् अपि तत्र पर्वताः अपि तत्र होमकुण्डः इत्यादिकं खलु. अस्तु समीचीनं भगिनि अस्तु इदानीम् अग्रे धन्यवादः. अस्तु अग्रे तत्र शोभा भगिनि अग्रे इदानीं तत्र दीर्घपरिच्छेदः इति मन्ये भगिनि तत्र मध्ये यत्र दृष्ट्वा स्थगयामः मध्ये अस्तु इदानीम् अग्रे यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः. हेतुसाध्यस्थलम् इति सामान्यपक्षः, हेतुसाध्यस्थलम् इत्युक्ते हेतुः अपि भवेत् साध्यम् अस्तु इति सामान्यपक्षः. तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः, यः कोऽपि विशिष्टपक्षः सोऽपि तस्य एकदेशः, नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थलानां सङ्ग्रहः. तस्य सदस्येषु महानसम् अन्यतमः, अपि च यथा महानसं तथा पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः. एतादृशः च पक्षः कीदृशः? तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति. तादृशपक्षस्य सदस्यः पर्वतः अपि महानसम् अपि वनम् अपि यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः अस्तु इदानीं तत्र अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः इत्युक्ते तत्र सर्वेषु पर्वतेषु इति यदा भवति तदा इति चिन्तयामि न तत्र पर्वतः सर्वेषु पर्वतेषु इति अपि नास्ति भगिनि अत्र इदानीं तत्र पक्षः तत्र सर्वेषु पर्वतेषु इति शतपर्वताः सन्ति चेत् अस्माकं चिन्तनं तदा आसीत् शतपर्वताः एव पक्षः इति सत्यं सत्यं हा किन्तु अत्र सामान्यपक्षः इति उच्यते अतः किञ्चित् भिन्नः महानसम् अपि तथा सङ्ग्रहस्य एकदेशः दृष्टान्ते तदानीं शक्तिः वर्तते यदा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यम् अस्ति एतत्तु अस्माकं प्रथमविधः यत् तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति यथा तत्र किं सरोवरः इति उक्तं भवता तत्र साध्यमपि हेतुः नास्ति केवलं तत्र भवति चेदपि तस्य किमपि मूल्यं नास्ति यतोहि कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति स्थितिः अस्तु महोदय तत्र एकमेकं वाक्यं स्वीकृत्य वदामि यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति तत्र सर्वत्र मतु प्रत्ययः हेतुमन्ति बहुवचने यावन्ति हेतुमन्ति इत्युक्ते हेतुमत् इति यस्मिन् हेतुः अस्ति साध्यवन्ति इत्युक्ते येषु साध्यम् अस्ति स्थलानि भवन्ति तेषां सङ्ग्रहः अथवा समूहः सामान्यपक्षः इति वदामः हेतुसाध्यस्थलम् इति सामान्यपक्षः अस्तु इदानीं तत्र समूहः सामान्यपक्षः हेतुसाध्यम् इति सामान्यपक्षः इति यत्र इत्युक्ते हेतुसाध्यस्थलं यत्र हेतुः अपि अस्ति साध्यमपि अस्ति इति चिन्तयामि भवति तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः हा यथा तत्र महानसे अथवा तत्र पाकजनाशः इति दृष्टवन्तः तत्र यथा तत्र महोदय तण्डुलस्य दृष्टान्तं स्वीकृत्य वदामि वा अथवा तत्र नाम तत्र अन्वयदृष्टान्तः नाम अन्वयदृष्टान्तस्य दृष्टान्तः किं प्रदर्शयति नाम तत्र हेतुः अपि एकदेशे साध्यमपि अस्ति तत्र इत्युक्ते तत्र पर्वतत्वम् इति स्वीकृत्य साधितवन्तः चेत् इदानीं तद् नास्ति वा तत्र सम्बन्धः वर्तते तयोः मध्ये किन्तु इदानीं नाम तत्र पक्षस्य स्वभावः कः इति एव तत्र मूल्यं मुख्य अंशः अस्तु यत्र हेतुः अस्ति साध्यमपि अस्ति तत्र सामान्यपक्षः भवति तस्मिन् च अन्वयदृष्टान्तः तस्य एकदेशः इति इदानीम् अन्वयदृष्टान्तः न तु व्यतिरेकदृष्टान्तः तस्य एकदेशः यः कोऽपि विशिष्टपक्षः सः अपि तस्य एकदेशः इत्युक्ते तत्र तस्मिन् च महानसं यथा महानसम् एकपक्षः एकदेशः तथैव तत्र होमकुण्डः अपि तत्र एकदे तत्र समुच्चये इति एव स्वीकर्तव्यम् इदानीमपि सत्यं तस्मिन् इति किन्तु तत्र तस्मिन् इति एकवचने अस्ति तदेव तस्मिन् च अन्वयदृष्टान्तः सङ्ग्रहे एकः सदस्यः अस्तु नाम तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इति स्थलानां सङ्ग्रहः तादृशपक्षः यत्र धूमः अस्ति वह्निः अपि अस्ति इत्युक्ते हेतुः अस्ति साध्यमपि अस्ति इति स्थलानां सङ्ग्रहः तस्य सदस्येषु महानसम् अन्यतमः इत्युक्ते एतस्मिन् तत्र महानसमपि अन्यतमः भवितुम् अर्हति अपि महानसमपि एकः एकं सदस्यं भवति अपि च यथा महानसं तथा पर्वतः यथा महानसं तथा पर्वतः कस्मिन् विषये इत्युक्ते तत्र हेतुः साध्यम् इति अस्ति अस्तु अस्तु अपि पर्वतः अपि सामान्यपक्षरूपसङ्ग्रहस्य एषु सदस्येषु अन्यतमः इदानीमपि तत्र सामान्यपक्षरूपसदस्यस्य तद् पर्वतः अपि स एक अन्यतमः भवति अस्तु नाम पर्वतः अपि सदस्यः अस्ति सदस्यः अस्ति आम् एकः सदस्यः अस्ति आम् एतादृशः च पक्षः कीदृशः इदानीं तत्र प्रश्नः भवति एतादृशः पक्षः कीदृशः इति तर्हि तादृशः एव यस्मिन् साध्यं सर्वत्र अस्ति तत्र साध्यं सर्वत्र अस्ति इति पूर्वस्मिन् परिच्छेदे दृष्टवन्तः तत्र यथा वयं अस्माकं विभागस्थले तत्र साध्यं सर्वत्र वर्तते अत्र सर्वेषु पर्वतेषु वह्निः अस्ति इति उदाहरणं यथासीत् तादृशम् अत्र अस्ति यथा भवत्या पूर्वं इदानीं पक्षस्य स्वभावः कीदृशः इत्युक्ते पक्षस्य स्वभावः यदा सामान्यपक्षः इति स्वीकुर्मः तदा तत्र अनुमितिः कीदृशं भवति नाम प्रथमविध अनुमितिः पक्षतावचेषु इति अवच्छेदेन इति भवति इति अपि च साध्यं सर्वत्र अस्ति तादृशपक्षस्य सदस्यः पर्वतः अपि महानसम् अपि वनमपि यत्र इत्युक्ते उक्त्वा अग्रे यत्र यत्र तादृशस्थलं वर्तते यस्मिन् धूमः अस्ति चेत् वह्निः अपि अस्ति तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव इति अस्तु यत्र यत्र तत्र धूमः अस्ति चेत् वह्निः अपि अस्ति इति तदपि पूर्वं दृष्टम् अस्माभिः अन्वयदृष्टान्तः इति स्थले तत्र यत्र यत्र धूमः तत्र तत्र वह्निः इति अन्वयदृष्टान्तः तत्र अन्वयदृष्टान्तः समीचीनं तर्हि तत्र तादृशेषु यः कोऽपि दृष्टान्तः सः एकदेशः एव इति यत्र यत्र तादृशम् अनुमितिः भवति तत्र एकदेशः एव इति उक्तं तत्र इति मन्ये अतः अस्मिन् प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य एकदेशः अस्तु इदानीं पर्वतम् इति स्वीकृत्य वदामः चेत् अस्मिन् प्रसङ्गे अत्र पक्षः नास्ति इति उक्तम् अपि तु तादृशसङ्ग्रहस्य एकदेशः पर्वतः एव एकदेशः भवति तत्र नाम पूर्वम् अस्माकं चिन्तनं नाम अनुमितेः अस्माकं मूल उदाहरणमस्ति नाम पर्वतः वह्निमान् धूमात् यथा महानसि अत्र वयं किम् उक्तवन्तः पक्षः नाम स्थलम् आसीत् तत्र पर्वतः इति स्थलम् इति एव पक्षः इति उक्तवन्तः खलु तत्र नाम पर्वतः अत्र हेतुः वर्तते साध्यम् अस्ति न वा इति न जानीमः खलु नाम साध्यम् अस्ति इति सन्देहः किन्तु वयं जानीमः हेतु साध्ययोः मध्ये तत्र व्याप्तिः व्यापक भावः अस्ति, अतः व्याप्तिः अस्ति इति कथं जानीमः? दृष्टान्तम् अस्ति इति इति चिन्तनेन वयं व्याप्तिः अस्ति इति ज्ञानं प्राप्तवन्तः. तदानीम् अस्माकं मनसि आगच्छति अस्तु अत्र धूमः अस्ति, व्याप्तिः अस्ति चेत् धूमः अस्ति चेत् अत्र वह्नि अपि अस्ति इति पूर्वम् अस्माकं चिन्तनं पूर्वम् आसीत्. इदानीं किम् उक्तम् इत्युक्ते अस्तु नाम यदि तत्र वयं पर्वतः एव अस्माकं पुरतः अस्ति इति चिन्तयतु, किन्तु इदानीम् अस्माकं चिन्तनमस्ति केवलम् एषः पर्वतः इति न. इदानीम् अस्माकं चिन्तनम् अस्ति यत्र यत्र धूमः वर्तते तत्र तत्र सर्वत्र वह्निः भवेत् इति चिन्तनम् अस्माकम्. आमामाम् केवलम् अस्मिन् पर्वते इति न, यः कोऽपि स्थलं भवेत् यत्र तत्र हेतुः अस्ति तत्र साध्यमपि अस्ति. तादृश अन्वयदृष्टान्तः भवति एकदेशः. तदेव तदेव अस्माकम् अनुमानम्. अस्माकम् अनुमानम् अस्ति यत्र यत्र हेतुः तत्र तत्र साध्यम् इति इति एव इति चिन्तयामश्चेत् नाम यः कोऽपि अत्र अनुमानवाक्यं किं भवति अस्मिन् प्रसङ्गे? अस्मिन् प्रसङ्गे यः कोऽपि नाम हेतुमान् पर्वतः न पर्वतः इति अपि त्यजामः तत्र साध्यवान् हेतुत्वात् तावदेव. यः कोऽपि साध्यवान् हेतुत्वात् हेतु अस्ति चेत् सः साध्यवान् भवति भवति हेतुत्वात्. तत्र उदाहरणं किं भवति? यत्र यत्र हेतुः अस्ति तत्र साध्यमपि भवति इति यः कोऽपि वयं चित्वा प्रदर्शनं कर्तुं शक्नुमः. पश्यतु अत्र तत्र व्याप्तिः अस्ति इति. इदानीं तत्र किं भवति यत्र यत्र नाम अतः तत्र अन्यः पर्वतः अस्ति तत्र धूमः अपि अस्ति वह्नि अपि अस्ति चेत् सः पर्वतः इदानीं दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. महानसमपि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. अतः अस्माकं तत्र किं तत्र एकदेशः इत्यस्य इदानीं किञ्चित् बृहत् तत्र नाम तत्र पक्षः इति यत् पूर्वं चिन्तितवन्तः पक्ष इत्युक्ते ओ एषः पर्वतः एव पक्षः, किन्तु वयं तस्य अन्या रीत्या इदानीं पश्यामः यत्र यः कोऽपि साध्यवान् हेतुत्वात् इति. अतः यत्र कोऽपि यत्र यत्र हेतुः भवति तत्र तत्र साध्यः भवति एव इति उदाहरणं भूत्वा तिष्ठति. इति स्वीकुर्मश्चेत् तादृशस्थलेषु यत्र हेतुः अस्ति यत्र यत्र हेतुः अस्ति तत्तत् स्थलं सङ्ग्रहे सामान्यपक्षे एकः सदस्यः भवति भवति. तादृशसङ्ग्रहस्य तत्र प्रसङ्गे पर्वतः अत्र पक्षः नास्ति अपि तु तादृशसङ्ग्रहस्य इत्युक्ते पूर्वोक्तं तादृशसङ्ग्रहस्य एकदेशः भवति. नाम यत्रापि यत्रापि तत्र हेतोः वृत्तिः भवति हेतुः वर्तते यत्र यत्र हेतुः वर्तते तस्य तेषां स्थलानां सङ्ग्रहः एव सामान्यपक्षः. यत्र यत्र हेतुः भवति अपि च साध्यमपि भवति व्याप्तिः अस्ति इति कृत्वा साध्यमपि साध्यमपि भवति. किन्तु तादृशस्थले इदानीं वयं किं चिन्तयामः? साध्यम् अस्ति इति इदानीं मास्तु, केवलं तत्र हेतुः वर्तते यत्र यत्र हेतुः वर्तते तेषां सङ्ग्रहः कुर्मः तदेव सामान्यपक्षः. इदानीम् अस्माकम् अनुमानं किं? सर्वे सदस्याः हेतु नाम प्रत्येकसदस्यः हेतुमान् अस्ति. हेतुमान् वयं किं वक्तुम् इच्छामः, सर्वे प्रत्येकसदस्यः साध्यवान् अस्ति इति. अतः तत्र पक्षता अवच्छेदकेन अवच्छेदक अवच्छेदेन इति आगच्छति. तत् नाम तत्र पक्षे सर्वत्र साध्यः अस्ति इति एव अस्माकम् इच्छा. अतः तस्मिन् प्रसङ्गे एकः सदस्य एकदेशः अपि तत्र उदाहरणरूपेण दृष्टान्तेन स्वीकर्तुं शक्नुमः. अतः केवलम् एकः पर्वतः, एषः पर्वतः यः अस्माकं पुरतः अस्ति सः पक्षः इति यदि चिन्तनं नास्ति, किन्तु चिन्तनम् अस्ति हेतुमन्ति नाम साध्यवन्ति हेतुत्वात् इति अनुमानमन्ति साध्यवन्ति स्थलानि साध्यवन्ति. तत्र तु द्वयोः अपि उल्लेखः कृतः खलु महोदय, हेतुमन्ति साध्यवन्ति स्थलानि इति खलु खलु. हा हा भगिनि, नाम तत्र नाम तत्र अनुमिति तादृशं, किन्तु अनुमानवाक्यं साक्षात् वदामश्चेत् तत्र हेतु साध्यवान् हेतुत्वात् इति एव अनुमितिवाक्यं भवति, यतोहि तत्र अनुमानमेव साध्यः वर्तते इति खलु. अतः तत्र अनुमानस्थलं तत्र पक्षः अतः अनुमानवाक्यम् अस्ति चेत् तत्र साध्यवान् अथवा साध्यवन्ति हेतुत्वात् इति भवति. किन्तु सामान्यपक्ष नाम यत्र यत्र हेतुः वर्तते इति चिन्तयितुं शक्नुमः, अथवा यत्र यत्र हेतुः वर्तते अपि तत्र तेन साध्यः अपि वर्तते, किन्तु साध्यः सर्वत्र वर्तते इति अस्माकम् इच्छा अस्ति. इच्छा अस्ति. अस्तु तर्हि महानसम् अपि तथा सङ्ग्रहस्य एकदेशः तदेव किं यत् इदानीं चर्चा अभवत् तदेव कारणेन महानसमपि तथा सङ्ग्रहस्य एकदेशः भवति. दृष्टान्ते तदानीं शक्तिः वर्तते, यथा सम्पूर्णगुच्छे पक्षतावच्छेदकावच्छेदेन साध्यम् अस्ति. हा अस्तु, तर्हि एते सर्वे साध्य हेतुमन्ति साध्यवन्ति सदस्याः भवन्ति चेत् तत्र समूहः भवति चेत् अथवा समूहे भवन्ति चेत् सामान्यपक्षः इति यदा उच्यन्ते तदा तत्र दृष्टान्ते शक्तिः वर्तते, यतोहि तत्र एकं दृष्टान्तं स्वीकृत्य अन्यत्र अपि तथा भवति इति वक्तुं शक्नुमः इति. तत्र खलु तत्र यत्र हेतुमान् अस्ति तत्र साध्यवान् अपि भवति. सर्वे सदस्याः साध्यवान् साध्यवन्तः सन्ति इति यदि अस्माकम् अनुमानम् अस्ति तदा एकसदस्यः अपि दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः. आम् अपि च तत्र पक्षतावच्छेदकावच्छेदेन साध्यं साधयितुं शक्नुमः. सम्पूर्णगुच्छे साध्यमस्ति. सम्पूर्णगुच्छे नाम सर्वत्र पक्षे सर्वत्र साध्य, तर्हि तत्र एव साध्यं सर्वत्र इति भवति. तथा नास्ति चेत् नाम अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति. केवलं तत्र साध्यं नास्ति चेत् तर्हि तत्र साध्यं नास्ति चेत् सर्वत्र सर्वत्र साध्यं नास्ति चेत् हेतुः सर्वत्र वर्तते तथा साध्यं नास्ति चेत् अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति अस्तु इति चेत् दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति. हा तत्र दृष्टान्तः कथं भवति केवलं हेतुः दृष्टान्तः यत्र हेतुः अस्ति तत्र साध्यं नास्ति तद् दृष्टान्तरूपेण न भवति किन्तु अन्यत्र यत्र हेतुः अपि अस्ति साध्यमपि अस्ति तद् दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः किन्तु यत्र वयं जानीमः तत्र सर्वत्र साध्यं नास्ति इति जानीमः तदा सर्वत्र साध्यम् अस्ति इति कथं निरूपयितुं शक्नुमः खलु आम् कुत्रचित् एव अस्ति चेत् आम् आम् सर्वत्र नास्ति अस्मिन् स्थलसङ्ग्रहे कुत्रचित् हेतुः अस्ति यत्र साध्यं नास्ति इति चेत् तर्हि दृष्टान्तः भवति चेदपि तस्य किमपि मूल्यं नास्ति यतोहि सङ्ग्रहे इदानीम् अतः सङ्ग्रहे सर्वत्र साध्यं भवेत् इति हेतुः अपि भवेत् साध्यमपि भवेत् यतोहि नाम तत्र अनुमानं कथं जायते इति चिन्तयामः तर्हि तत्र अनुमानं कथं जायते तत्र हेतुः पक्षे भवेत् खलु हेतुः पक्षे नास्ति चेत् अनुमानं न जायते अपि हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः भवेत् आम् यदा वयम् अनुमानवाक्यम् अस्ति इति चिन्तयामश्चेत् वयं सर्वदा चिन्तयामः तत् अनुमानवाक्यं सत्यम् इति चिन्तयामः किन्तु यः कोऽपि अनुमान यत्किमपि अनुमानवाक्यं कोऽपि वदति चेत् तत् सर्वदा सत्यम् इति नास्ति खलु तत्र परिशीलनम् आवश्यकं खलु तर्हि नाम हेतुः इति उक्तं साध्यम् इति उक्तं तयोः मध्ये व्याप्तिः अस्ति न वा इति सर्वं तत्र प्रदर्शनीयं भवति अतः तदा तत्र पक्षस्य स्वभावः कीदृशी अनुमितिः या इच्छामः एतत् सर्वं तस्य आधारेण एव तत्र अग्रे तत्र क्रमः कः भवति इति जानीमः खलु अतः अत्र किम् उक्तं यदि सामान्यपक्षः इति चिन्तयामः किन्तु तत्र सामान्यपक्षस्थले वयं पश्यामः तत्र हेतुः अस्ति किन्तु तत्र साध्यः नास्ति इति चेत् तदा पक्षतावच्छेदकसमानादिकरण्येन इति तादृशी अनुमितिः कार्यं न करोति तत् न कर्तुं शक्नुमः निमित्तानि न पूरितानि क्षम्यतां नाम तत्र पक्षतावच्छेदकेन पक्षतावच्छेदक अवच्छेदेन इति अनुमितिः न जायते यतोहि यतोहि सर्वत्र साध्यः नास्ति इति अत्र केवलं सामानादिकरणेन इति एव तत्र अनुमिति कर्तुं शक्नुमः किन्तु पक्षतावच्छेदक अवच्छेदेन इति तादृशी अनुमितिः न भवति यतोहि पक्षे सत्यं तत्र साध्यः नास्ति सामान्यपक्षे इति तत्र पूर्वस्मिन् परिच्छेदे तदेव सामानादिकरण्येन एव तत्र सर्वत्र वर्तते इति साधितवन्तः खलु इत्युक्ते अतः इदानीं नाम तत्र अस्माकं मनसि तत्र अनुमिति नाम किम् इति साधारणरीत्या पूर्वं दृष्टवन्तः किन्तु तस्य केवलं पर्वतः वह्निमान् धूमात् इत्यत्र अपि अन्या रीत्या चिन्तनं भवितुम् अर्हति सामान्यपक्ष इति स्वीकृत्य अत्र पक्ष केवलं पर्वतः इति पक्षः नास्ति यत्र यत्र धूमः अस्ति तत्सर्वं तत्र पक्ष तत् सर्व तेषां स्थलानां सङ्ग्रहः एव सामान्यपक्षः इति भवति अत्र अस्तु महोदय अस्तु समीचीनं भगिनि धन्यवादः दीर्घः परिचयः अस्ति आसीत् किन्तु अत्र किञ्चित् पश्यामः तत्र नीता भगिनी किञ्चित् स्वशब्दैः तत्र सामान्यपक्ष नाम किम् इति अत्र वदति वा तत्र अधुना सामान्यपक्षः इत्युक्ते तत्र यत्र यत्र सामान्यपक्ष इत्युक्ते सङ्ग्रहः एतादृशः सङ्ग्रहः यत्र हेतोः वृत्तिः अस्ति इत्युक्ते हेतु वर्तते इत्युक्ते तत्र प्रत्येकः सदस्य पक्षे प्रत्येकः सदस्य हेतुमान् अस्ति तत्र कुत्रचित् वयं जानीमः हेतुमान् अस्ति साध्यमान् अपि अस्ति इति जानीमः प्रत्येकः सदस्य तत्र हेतुमान् अस्ति तथा कुत्रचित् तत्र साध्यमपि दृश्यते तत्र साध्य सः एव साध्यवान् अपि भवितुम् अर्हति इति यः साध्यवान् भवति सः दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः आम् यत्र यत्र हेतुः साध्य दृश्यते साध्यं द्वयोः तत्र प्रसङ्गम् अस्ति सः एव पदार्थः दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः समीचीनं तथैव सत्यम् अस्तु अधुना अत्र उदाहरणं स्वीकुर्मः चेत् तत्र अस्मिन् प्रसङ्गे तत्र पर्वतः इति हेतु तत्र पर्वतः इति हेतु धूमः इति हेतुः क्षम्यतां पर्वत इति पक्षः तत् धूमः इति हेतु तदा महानसः इति दृष्टान्तरूपेण स्वीकृतम् न इदानीं तत् पूर्वं चिन्तनमासीत् यत्र यदा वयं चिन्तयामः तत्र पर्वतः ध्वनिमान् धूमात् इति पूर्वं चिन्तनमासीत् इदानीं तत्र सामान्यपक्षः इति यत्र वयम् इदानीं चिन्तयामः तत्र पक्षः सामान्यपक्षः इत्युक्ते तत्र यत्र यत्र हेतुः वर्तते इति यत्किमपि स्थलं भवेत् यत्र हेतुः वर्तते तत्सर्वं पक्षे एकः देशः भवति अतः अस्माकं पर्वतः अस्माकं पुरतः अस्ति सः पर्वतः तस्य पक्षस्य एकदेशः किन्तु सम्पूर्णपक्षः नास्ति यतोहि पक्षः इत्युक्ते यत्र यत्र हेतुः वर्तते हेतुः नाम धूमः धूमः अस्मिन् पर्वते अपि अस्ति अन्यत्र अपि अस्ति खलु अतः यत्र यत्र धूमः वर्तते तत्सर्वं सामान्यपक्षस्य एकदेशः भवति अतः पक्षः इति पदस्य इदानीं पक्षः इति पदस्य अर्थः इदानीं तत्र तस्य क्षेत्रं बृहत् अस्ति इदानीं केवलम् अस्माकं पुरतः पर्वतः न बहवः सदस्याः इदानीं पक्षे अन्तर्भूताः सन्ति यतोहि यत्र यत्र धूमः तत्सर्वं पक्षे एकदेशः इदानीं तत्र वयम् अनुमानं किम् अस्ति अस्माकं यः यः हेतुमान् सः सः साध्यवान् इति नाम सर्वेषु स्थलेषु यत्र हेतुः वर्तते तत्र साध्यमपि वर्तते नाम पक्षे सर्वत्र साध्यः वर्तते इति इच्छा तत्र अतः एव तत्र पक्षता अवच्छेदक अवच्छेदेन इति अनुमितिः अत्र भवति अस्तु इत्युक्ते तत्र यत्र यत्र धूमः एतस्मिन् उदाहरणे तत्र हेतु सामान्यपक्षः इत्युक्ते किं तत्र यत्र यत्र एतादृशी स्थितिः अस्ति हेतोः दृश्यते हेतोः वृत्तिः अस्ति हेतुसाध्यस्थलम् इति सामान्यपक्षः हेतुसाध्यस्थलम् इति तत्र सङ्ग्रहः सामान्यपक्ष नाम हेतुः अस्ति तत्र साध्यमपि भवेत् इति चिन्तनम् अस्ति अस्माकं नाम तत्र केवलं हेतुः अस्ति इति चिन्तयतु न प्रथमतया तत्र धूमः वह्निः तयोः मध्ये तत्र व्याप्तिः अस्ति इति जानीमः खलु अतः अस्माकं मनसि किं भवति ओ धूमः अस्ति चेत् वह्निः अपि अस्ति तर्हि तत्र अत्र धूमः अस्ति चेत् वह्निः अपि अस्ति इति जानीमः अतः किमर्थं वयं वदामः केवलं धूमः अस्ति धूमः अस्ति इति, खलु? आचार्य, अस्य कृते उदाहरणं किम् अस्ति? यतोहि कुत्रचित् हेतुः अस्ति परन्तु साध्यं नास्ति. नाम भगिनि, नाम अनुमानं, यत् यः कोऽपि अनुमानवाक्यं वदति तत्र स्वीकरोतु. नाम पर्वतः वह्निमान् तत्र जलात् इति अनुमानम्, खलु? तत्र तदपि अनुमानवाक्यम् अस्ति जलत्वात्, पर्वतः वह्निमान् जलत्वात् तत्र अस्तु. तत्र पक्षः, सामान्यपक्षः किं भवति इत्युक्ते, तत्र सामान्यपक्षः भवति यत्र यत्र हेतुः अस्ति, यत्र यत्र जलम् अस्ति तत्सर्वं सामान्यपक्षः भवति. अत्र किं भवति नाम तत्र अथवा अथवा जलमिति त्यजामः, तत्र एतादृशं चिन्तयामः, तत्र पर्वतः वह्निमान् वृक्षत्वात् इति चिन्तयामः. अस्तु, पर्वतः वह्निमान् वृक्षत्वात्. आम्, हा अस्तु. इदानीं सामान्यपक्षः किं भवति, हेतुः कः, हेतुः कः, साध्यं साध्यः कः, सर्वं वदामः. हेतुः पर्वतः, पर्वतः धूमवान् वृक्षत्वात्. न न, पर्वतः वह्निमान् वृक्षत्वात्. हा, पर्वतः वह्निमान् वृक्षत्वात्. तर्हि तर्हि हेतुः कः, हेतुः, हा अस्तु, वृक्षः, वृक्षत्वात् वृक्षः. आम्, वृक्षः साध्यं वह्निमान् वह्निः, किन्तु यत् भवती उक्तवती तत्तु सामान्यपक्षः नास्ति. सामान्यपक्षः नाम किम्? यत्र व्याप्ति भवति तत्र न न न सर्वम् इदानीं मास्तु. तत्र अतः एव तत्र सर्वे वदन्तु इति उक्तवान्. नाम इदानीं किम् अस्ति, तत्र अनुमानवाक्यं यः कोऽपि वदति चेत् तत्र सर्वदा वयं जानीमः वा तत्र नाम तत्र हेतुसाध्ययो मध्ये व्याप्तिः भवति इति जानीमः वा, अथवा तद् तस्य परिशीलनं करणीयं वा? किं परिशीलनं करणीयमस्ति, करणीयमस्ति खलु, तद् इट् इस् नाट् गिवन् खलु. नाम तत् तस्य परीक्षा अपेक्षिता. अतः यत्र यत्र वृक्षः तत्र तत्र वह्निः इति सत्यं न वा इति द्रष्टव्यं खलु. किन्तु किन्तु वयम् अस्माकम् एतत् वाक्यं दृष्ट्वा वयं चिन्तयामः पक्षः नाम पर्वतः इति, तत् सत्यं, किन्तु तद् भवति विशिष्टपक्षः. सामान्यपक्षः किं भवति, यत्र यत्र वृक्षः अस्ति तत्सर्वं सामान्यपक्षः. वृक्षः वर्तते चेत् तत् स्थलं सामान्यपक्षे एकः सदस्यः भवति. कुत्रचित् वृक्षः अपि अस्ति वह्निः अपि अस्ति, कुत्रचित् वृक्षः अस्ति वह्निः नास्ति, तत्र हेतुः अस्ति साध्यं नास्ति. तर्हि सामान्यपक्षे कुत्रचित् हेतुः अस्ति साध्यमपि अस्ति, किन्तु कुत्रचित् हेतुः अस्ति साध्यमपि नास्ति. तदा एकः सदस्यः दृष्टान्तरूपेण कार्यं न करोति. अस्तु, हा समीचीनं वा इदानीं? अस्तु, किन्तु नीता भगिनी अहं वदामि तत् उदाहरणार्थ अत्र यदा वयं वदामः पर्वतः वह्निमान् जलत्वात् इति, हा तदा वृक्षत्वात् इति वदामः चेत् वृक्ष इति हेतुरूपेण, पर्वतः इति पक्षरूपेण, तदा अस्माकं विशिष्टपक्षः भवति पर्वतः, किन्तु यत्र वदामि इत्युक्ते एतस्मिन् प्रसङ्गे सामान्यस्थलं सामान्यपक्षः सामान्यपक्षः सङ्ग्रहरूपेण यत्र यत्र जलत्वं श्रव्यता यत्र यत्र वृक्षत्वं दृश्यते यत्र यत्र वृक्षत्व एतस्य वृत्तिः अस्ति हेतोः वृत्तिः अस्ति एतादृशाणां वस्तूनां सङ्ग्रहः तत् सामान्यपक्षरूपेण आगच्छति अधुना सामान्यपक्षेषु एतादृशसङ्ग्रहेषु कुत्रचित् तत्र साध्यमपि भवितुम् अर्हति कुत्रचित् तत्र वन्यत्वं द्रष्टुं वयं शक्नुमः इति स्थिति तत्र कुत्रचित् वृक्षः अस्ति वन्य अपि अस्ति अस्ति आमां द्वयोः अस्तित्वं तत्र दृश्यते इति किन्तु कुत्रचित् वृक्षः अस्ति किन्तु वह्निः नास्ति तत्र किं भवति सामान्यपक्षे एतादृशी स्थितिः अस्ति चेत् एकदेशं सामान्यपक्षस्य एकदेशं स्वीकृत्य दृष्टान्तरूपेण न अङ्गीकर्तुं शक्नुमः आम् एतादृशः दृष्टान्तः अस्यां स्थित्यां न साध्यते इति तस्य मूल्यं नास्ति अत्र अतः तत्र अस्माकं चिन्तनं किञ्चित् परिवर्तितं भवेत् नाम पर्वतः इति यत् चिन्तयामः सः विशिष्टपक्षः सामान्यपक्षः इत्युक्ते यत्र यत्र हेतुः वर्तते इदानीं यदि जानीमः हेतुः अपि साध्यं तयोः मध्ये व्याप्तिः अस्ति इति जानीमश्चेत् तदा सामान्यपक्षस्य अन्यरीत्या विवरणं भवति यत्र यत्र हेतुः अस्ति साध्यमपि अस्ति इति विवरणं कर्तुं शक्नुमः यदि व्याप्ति ज्ञानम् अस्ति अस्ति चेत् किन्तु यत्र धूमः अपि वह्निः तत्र व्याप्तिज्ञानम् अस्ति चेत् वक्तुं शक्नुमः किन्तु यत्र वृक्षः अपि वह्निः तयोः मध्ये व्याप्तिज्ञानम् नास्ति अस्माकं तदा यदि तत्र वयं वदामः तत्र सामान्यपक्षः यत्र यत्र हेतुः वर्तते वृक्षः अस्ति तस्य अन्यरीत्या विवरणं न कर्तुं शक्नुमः यत्र यत्र वृक्षः अस्ति वह्निः अपि अस्ति इति यदि वदामः तद् भिन्नं भिन्नसङ्ग्रहः भवति अतः तत्र व्याप्तिज्ञानम् अपेक्षितम् इति अत्र तत्र मूल तत्र मुख्यांशः अत्र अस्ति साधारण अनुमितिवाक्यं तत्र अनुमानवाक्यम् अस्ति इति कृत्वा तत् सर्वदा सत्यं भवति इति नास्ति खलु नाम तत्र यथा मया उक्तं नाम पर्वतः वन्यमान् वृक्षत्वात् इति अनुमानवाक्यं भवेत् तेन किमपि लाभः नास्ति तत् सत्यमपि नास्ति किन्तु अनुमानवाक्यम् अस्ति तत्र पक्षः अस्ति हेतुः अस्ति साध्यमपि अस्ति किन्तु हेतुसाध्ययोः मध्ये व्याप्तिः नास्ति अतः अनुमानवाक्यमस्ति किन्तु अनुमानज्ञानं नास्ति सामान्यपक्षस्थले अनुमानवाक्यं भवति अनुमानज्ञानं सम्पादनीयमस्ति तत्र अनुमानज्ञानं कीदृशम् इत्युक्ते पक्षे सामान्यपक्षे सर्वत्र साध्यः वर्तते इति अनुमानज्ञानं सम्पादयितुम् इच्छामः तदा वयं जानीमः तत्र व्याप्तिः अस्ति चेत् एतादृशं ज्ञानं भवति खलु नाम यत्र यत्र हेतुः तत्र तत्र साध्यः इति व्याप्ति अस्ति चेत् एतद् ज्ञानं सम्पादयितुं शक्नुमः इति अतः तत्र इदानीं सामान्यपक्षः इति तस्य अर्थः कः इति अस्मात् परिच्छेदात् अवगन्तव्यः अस्ति तद् समीचीनं वा इदानीं आमां समीचीनं अवगतम् अस्तु. मृणालि भगिनी सामान्यपक्ष नाम किम् इति अवगतम्? अवगतम् अस्तु अस्तु तर्हि समीचीनम् अस्तु. तर्हि इदानीम् अग्रे सरामः. तर्हि तत्र भवती एव तत्र पूर्वं भवती एव पठितवती खलु आरम्भे, अथवा न नीता भगिनी पठितवती वा आरम्भे? अस्तु आमाम् अहं पठितवती. तर्हि अग्रे पठति वा भगिनि? चिन्तयामः चिन्तयामः. एकनिमिष भगिनी, क्षम्यतां क्षम्यताम्. उषा भगिनी भवती अपि स्वशब्दैः किञ्चित् वदतु, तत्र सामान्यपक्ष नाम किम् इति. सामान्यपक्षः इति यत्र हेतुः वर्तते तत्र साध्यमपि दृश्यते. नाम तत्र तादृशम् अत्र उक्तं भगिनि, नाम किन्तु सामान्यपक्षः नाम यत्र हेतुः वर्तते हेतु यत्र हेतुः वर्तते तदेव. ओके, कुत्रचित् हेतुः अस्ति, साध्यम् अपि अस्ति, कुत्रचित् हेतुः अपि अस्ति साध्यं नास्ति इति कृते, देन् एकदेशः मूल्यं नास्ति. देन् समीचीनं भगिनि. यत्र एकदेशः एव यत्र एकदेशेन सर्वत्र अस्ति पक्षता अवच्छेदक अवच्छेदेन साध्यम् अस्ति इति सम्पूर्ण सङ्ग्रहे सम्पूर्णसङ्ग्रहे यत्र वयं वक्तुं शक्नुमः तदेव सामान्य नाम तत्र यत्र वयम् अस्माकम् उदाहरणे तत्र वयं नाम धूमः अस्ति चेत् साध्यमपि अस्ति इति जानीमः. किमर्थं जानीमः? यतोहि वयं जानीमः यत्र यत्र धूमः तत्र तत्र वह्निः इति व्याप्तिः अस्ति, हेतुसाध्ययोः मध्ये व्याप्तिः अस्ति इति ज्ञानम् अस्ति. अतः एव तत्र यत्र यत्र हेतुः तत्र तत्र साध्यम् इति वक्तुं शक्नुमः. किन्तु सामान्यपक्षः इत्युक्ते इदानीम् अत्र उक्तं नाम तत्र हेतुमन्ति साध्यवन्ति स्थलानि इति उक्तं, किन्तु यदि वयं जानीमः साध्यम् अस्ति इति जानीमश्चेत् अनुमानस्य आवश्यकता नास्ति खलु? अनुमानं नाम किं? तत्र साध्यम् अत्र पक्षे वर्तते इति एव अनुमानज्ञानम्. अतः तत्र किं भवति सामान्यपक्षः नाम यत्र हेतुः वर्तते तावदेव. इदानीं यदि वयं जानीमः यत्र यत्र हेतुः तत्र तत्र साध्यं नाम व्याप्तिज्ञानमस्ति चेत् अत्र हेतुः अस्ति तत्र साध्यमस्ति, किन्तु सामान्यपक्षः पक्षे सर्वत्र हेतुः वर्तते. इदानीं व्याप्तिज्ञानम् अस्ति इति कृत्वा सर्वत्र साध्यमपि वर्तते इति सम्पादितम्. किन्तु यदि वयं तत्र अनुमानवाक्यं स्वीकुर्मः नाम तत्र पर्वतः वह्निमान् वृक्षत्वात् इति, तदा किं भवति? सामान्यपक्षः यत्र यत्र वृक्षः अस्ति, किन्तु तत्र सर्वत्र वह्निः नास्ति, यतोहि तत्र वृक्षः वृक्षत्वमपि वह्निः वृक्षः वह्निः तयोः मध्ये व्याप्तिः नास्ति खलु? यत्र यत्र वृक्षः तत्र तत्र वह्निः नास्ति, अतः तत्र सामान्यपक्षः इति तत्र सर्वत्र सामान्यपक्षे सर्वत्र साध्यः अस्ति इति न वक्तुं शक्नुमः, अनुमानज्ञानं न भवति इति. अतः तत्र सामान्यपक्षः इति तत्र यावन्ति हेतुमन्ति साध्यवन्ति स्थलानि भवन्ति इति उक्तं, किन्तु तत्र सामान्यपक्षः इत्युक्ते तत्र हेतु अस्ति साध्यम् एतावत् साध्यम् अस्ति इति सन्देहः, किन्तु सम्यक् रीत्या न जानीमः. यदि पूर्वमेव जानीमः तत्र दृष्टान्तरूपेण स्वीकर्तुं शक्नुमः, किन्तु अत्र अनुमानस्य कार्यं नास्ति यतोहि पूर्वमेव अस्माकं ज्ञानम् अस्ति. अतः सामान्यपक्षः इत्युक्ते तत्र अस्ति अथवा अस्ति इति सन्देहः, तत्सर्वं सामान्यपक्षे भवति. अस्ति अपि च अस्ति सन्देहः. सन्देहः किमर्थम् अस्ति? यतोहि हेतुः तत्र अस्ति इति सन्देहः, अत एव सन्देहः. अतः सामान्यपक्षः नाम किं? यत्र यत्र हेतुः वर्तते तत्सर्वं सामान्यपक्षे एकः सदस्यः. तदा अनुमानं नाम पक्षता अवच्छेदक अवच्छेदेन इति अनुमितिज्ञानम् इच्छामः, तदा किं भवति? पक्षे सर्वत्र हेतुः वर्तते, तेन व्याप्तिः अस्ति इति कृत्वा, हेतुः साध्ययोः मध्ये व्याप्तिः अस्ति इति कृत्वा पक्षे सामान्यपक्षे तदा सर्वत्र साध्यं वर्तते. तर्हि पक्षतावच्छेदकेन पक्षता अवच्छेदक अवच्छेदेन अनुमितिज्ञानम् अनुमितिज्ञानं प्राप्तं तदा इति. अस्तु, समीचीनं भगिनि. अस्तु, तर्हि इदानीम् अग्रे नीता भगिनी अग्रे पठति वा? चिन्तयामः चेत् पक्षता अवच्छेदक अवच्छेदेन साध्यानुमिति इत्यत्र व्याप्यव्यापकभावः. अतः यथा सामान्य अनुमानप्रयोगे हेतुः व्याप्यः साध्यः व्यापकः इति वदामः, तथैव अत्रापि कर्तुं शक्नुमः. नाम पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्निः इति सिद्ध्यति किल. वह्निः व्यापकः, पर्वतत्वव्याप्यम् इति. तदर्थम् अनुमानप्रयोगं कुर्मः चेत् पर्वतः वह्निमान् पर्वतत्वात्, पर्वतत्वनिश्चयेन सर्वेषु पर्वतेषु एव, अपि च पर्वतत्वं वह्निं प्रति व्याप्यम्, अतः वह्नि अपि निश्चयेन अस्ति. तदर्थ पर्वतशब्दस्य स्थले अयं पक्षः कीदृशः इति चेत् पर्वतत्ववह्निस्थलम्. नाम सामान्यपक्षः यत्र यत्र पर्वतत्वम् अस्ति तत्र वह्निः अस्ति इति स्थलानां सङ्ग्रहः. तत्र च यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति. यथा अपर्वतः, ईपर्वतः, उपर्वतः, रुपर्वतः च इति सन्ति चेत् सर्वेषु पर्वतत्वम् अस्ति, वह्निः अपि अस्ति. तत्र ईपर्वते धूमः, वह्निः च दृष्टः चेत् पक्षस्य एकदेशदृष्टान्तः भवति. आहत्य पर्वतः वह्निमान् पर्वतत्वात् यथा ईपर्वतः इति अनुमानप्रयोग, अथवा पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा ईपर्वतः इति. अत्र च पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वतः वह्निमान् धूमात् इत्यस्य उपगणः इति मनसि सर्वदा भवेत्. पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः शून्यतः न आनीतः, अपि तु विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगः भवति. चिन्तयामः चेत् पक्षता अवच्छेदक अवच्छेदेन साध्यानुमितिः इत्यत्र. अधुना अस्माकं प्रथमविध अनुमिति पक्षता अवच्छेदक अवच्छेदेन इति साध्यं. तत्र व्याप्यव्यापकभावः अस्ति. तत्र व्याप्यव्यापकभावः अस्ति, हेतुः व्याप्यः अस्ति, साध्यः व्यापकः अस्ति. तत्र हेतुः, तत्र एतस्मिन् प्रसङ्गे हेतुः इत्युक्ते तत्र धूमः व्याप्य भवति, तत् साध्यः वह्नि इति, व्यापकः साध्यः वह्नि इति वदामः. तत्र तथैव अत्रापि कर्तुं शक्नुमः. नाम पक्षता अवच्छेदक अवच्छेदेन साध्यं सिद्ध्यति साध्यानुमितिः इति स्थले पर्वतत्वव्यापकवह्नि इति सिद्ध्यति किल. अधुना पर्वतत्व इति विषयः, तत्र वह्निः व्यापकः, वह्निः इति साध्यः, साध्यः वह्निः व्यापकः, पर्वतत्वव्याप्यम् अत्र. तत्र अधुना धूमस्थले पर्वतत्व इति योजयामः, धूमस्थले पर्वतत्व अतः पर्वतत्वं तत्र हेतुः भवति, हेतुः भवति पर्वतत्वं, पर्वतत्वं व्याप्यः भवति, वह्निः इति साध्यः, वह्निः अस्ति व्यापकः। तदर्थम् अनुमानप्रयोगं यदि कुर्मः चेत् अधुना वाक्यप्रयोगः कथं भवति? पर्वतत्व हेतुः अस्ति, पर्वतत्व व्याप्यमस्ति, वह्निः व्यापकः अस्ति, वह्निः साध्यः अस्ति, तदा अनुमानप्रयोगः, तदा वाक्यं भवति, वाक्यप्रयोगः भवति पर्वतः वह्निमान् पर्वतत्वात्, पर्वतः वह्निमान् पर्वतत्वात्। अधुना पर्वतत्व इति हेतु, तस्य का स्थितिः? सर्वेषु पर्वतेषु पर्वतत्व अस्ति एव, पर्वतत्व सर्वेषु पर्वतेषु अस्ति, अतः पर्वतत्वं व्याप्यरूपेण व्याप्यम् अस्ति वह्निं प्रति। वह्निः यः व्यापकः अस्ति तं प्रति व्याप्यं पर्वतत्वम्, अतः पर्वतत्वं व्याप्यरूपेण वह्निं प्रति अस्ति, अतः वह्निः अपि निश्चयेन अस्ति इति विधानः। तदर्थं पर्वतशब्दस्य स्थले अयं पक्षः कीदृशः इति चेत्, हा अधुना पर्वत इति शब्दस्य स्थले पर्वतत्व इति शब्दस्य हेतुरूपेण तत्र योजना यदा कृता तदा पर्वतत्व वह्निस्थलम् इति पर्वतस्थले, पर्वतस्थले पर्वत इति शब्दस्य स्थले पर्वतत्व वह्निस्थलम्, पर्वतत्व इति हेतु, पर्वतत्व वह्नि इति साध्य, हेतुसाध्य, पर्वतत्व वह्निस्थलम् इति प्रयोगः पर्वतशब्दस्य स्थले। इत्युक्ते तत्र सामान्यपक्षः, अधुना सामान्यपक्षस्य चिन्तनं, सामान्यपक्षः कीदृशः? तत् वयं दृष्टवन्तः यत्र हेतुः अस्ति, यत्र हेतोः वृत्तिः दृश्यते, हेतु वृत्तिरूपेण अस्ति, तत् सामान्यपक्षः। अधुना का स्थितिः? हेतोः वृत्तिरूपेण इत्युक्ते सामान्यपक्षः यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्निः अस्ति इति स्थलानां सङ्ग्रहः। अधुना पर्वतत्व इति हेतु, तत्र सामान्यपक्षः हेतोः वृत्तित्वम् अस्ति, अतः अधुना पर्वतत्व इति शब्दस्य उपयोजनां कुर्मः तदा यत्र यत्र पर्वतत्वम् अस्ति तत्र तत्र वह्निः अस्ति, एतादृशाणां स्थलानां सङ्ग्रहः इति सामान्यपक्षः भवति। अधुना सामान्यपक्षेषु यत्र यः कोऽपि एकः पर्वतः तस्य दृष्टान्तः भवति। अधुना सामान्यपक्षसङ्ग्रहः तत्र एतादृशः सङ्ग्रहः तेषु एकः पर्वतः तस्य दृष्टान्तः भवितुम् अर्हति। यदा तत्र सामान्यपक्षेषु अपर्वतः अस्ति, ईपर्वतः अस्ति, उपर्वतः अस्ति, रूपर्वतः अस्ति इति सर्वे पर्वताः सन्ति, सर्वेषु पर्वतेषु वयं जानीमः पर्वतः अस्ति, पर्वतत्वं तु अस्ति, वह्निः अपि अस्ति, अधुना पर्वतत्वमपि अस्ति, वह्निः अपि अस्ति इति ईपर्वते यदा एतादृशस्थितिः, तत्र ईपर्वते धूमः अपि दृष्टः, तदा धूमः अस्ति, वह्निः अपि अस्ति, एतादृशः ईपर्वतः पक्षस्य एकदेशः दृष्टान्तः। सामान्यपक्षः यत्र यत्र सर्वत्र सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, सर्वेषु पर्वतेषु पर्वतत्वम् अस्ति, परन्तु तेषु ईपर्वतः कीदृशः? तत्र धूमः दृष्टः, अधुना धूमः वह्निः च दृष्टः, एतादृशः पर्वतः पक्षस्य एकदेशः दृष्टान्तः भवति। ईपर्वतः सामान्यपक्षेषु एकदेशः दृष्टान्तः भवति। अधुना पर्वतः वह्निमान् पर्वतत्वात् ईपर्वतः इति अनुमानप्रयोगः, अस्माकम् अनुमानप्रयोगः कः? पर्वतः वह्निमान् पर्वतत्वात् यथा ईपर्वतः, अथवा पर्वतत्ववह्निस्थलं वह्निमान् पर्वतत्ववह्निस्थलत्वात् यथा ईपर्वतः। अधुना वन्यमान ईपर्वतः वन्यमान पर्वतत्वात् पर्वतः वन्यमान पर्वतत्वात् यदा ईपर्वतः तत्र पर्वतत्व वन्यस्थलं वन्यमान हेतु साध्य पर्वतत्व वन्यस्थलं वन्यमान हेतुमान क्षम्यतां पर्वतत्व वन्यस्थलं साध्यवान् पर्वतत्व वन्यस्थलत्वात् इति विधानः यथा ईपर्वतः अधुना अनुमानप्रयोगे परिवर्तनं कृत्वा विधानं कथं भवति पर्वतत्व वन्यस्थलं वन्यमान पर्वतत्व वन्यस्थलत्वात् यथा ईपर्वतः ईपर्वतः अस्माकम् एकदेशः अस्ति तत्र पर्वतत्व दृश्यते द्वयोः तत्र दृष्टः धूमः दृष्टः धूमः वह्निश्च अपि दृष्टः पर्वतत्ववह्निस्थलत्वात् पर्वतत्ववह्निस्थलं वह्निमान् इति सिद्ध्यते अत्र च पर्वतः वह्निमान् पर्वतत्वात् इति अनुमानप्रयोगः पर्वतः वह्निमान् धूमात् इत्यस्य उपगण इति मनसि सदा भवेत् अधुना तत्र पर्वतः वह्निमान् धूमात् अस्माकं मुख्यगण प्रमुखः गण पर्वतः वन्यमान पर्वतत्वात् तत्र उपगण सब्सेट् इति रूपेण आगच्छति पर्वतः वन्यमान धूमात् इति तत्र कस्य कः उपगणः कः गणः अत्र हा पर्वतः वन्यमान पर्वतत्वात् इति अनुमानप्रयोगः पर्वतः वन्यमान धूमात् इत्यस्य उपगणः अहं विपरीतरी क्षम्यतां हा पर्वतः वन्यमान धूमात् इत्यस्य उपगणः पर्वतः वन्यमान धूमात् इति प्रमुखगणः तस्य उपगणः पर्वतः वन्यमान पर्वतत्वात् हा क्षम्यतां पर्वतः वन्यमान पर्वतत्वात् इति उपगणरूपेण आगच्छति सब्सिट् इति हा तत् मनसि सदा भवेत् इति दत्तमस्ति पर्वतः वन्यमान पर्वतत्वात् इति अनुमानप्रयोगः शून्यतः न आनीतः केवलं नाम तत्र यदि कोऽपि वदति पर्वतः वन्यमान पर्वतत्वात् इति तदा वयं तत्र हसामः खलु तत् कथम् इति पर्वतः वन्यमान पर्वतत्वात् इति अतः तत्र केवलं तत्र प्रसङ्गम् अनुक्त्वा नाम तत्र सन्दर्भः कः इति सर्वं न उक्त्वा केवलं पर्वतः वन्यमान पर्वतत्वात् इति वदामश्चेत् तत्र दोषः भवति नाम तत्र न कोऽपि अवगच्छति किन्तु अत्र विशिष्टप्रसङ्गे नाम पर्वतः वन्यमान धूमात् इति तस्य घणस्य एकभागः अस्ति पर्वतः तत्र वन्यमान पर्वतत्वात् इति नाम धूमः अपि अस्ति अपि अस्मिन् प्रसङ्गे वयं सर्वेषु पर्वतेषु तत्र वह्निः अस्ति इति चिन्तयामः अतः तत्र एतादृशम् अनुमानं मुख्य अनुमानं नाम धूमात् इति तस्य अनुमानस्य एकभागः अतः उपगणः भवति किन्तु केवलं तत्र पर्वतः वह्निमान् पर्वतत्वात् इति तत्र अर्थः न भवति खलु तस्य विशिष्टसन्दर्भे तस्य अर्थपूर्णता अस्ति इत्युक्ते नाम यत्र वयं नाम धूमः अस्ति तत्र शतपर्वताः सन्ति तत्र धूमः अपि दृश्यामः तदा पर्वतः वह्निमान् धूमात् इति अनुमान कर्तुम् इच्छामः तस्य अनुमानस्य एकभागः अस्ति ओ सर्वेषु पर्वतेषु वह्निः अस्ति इति अतः तदा वयं वदामः तत्र पर्वतत्वात् इति एषः प्रयोगः भवति इति विशिष्टप्रसङ्गे विशिष्टसन्दर्भे अयम् अनुमानप्रयोगः भवति इति अन्तिम अतः तत्र एतत् अन्यत् अनुमानम् अस्ति तस्य एकभागः अथवा उपगणः एषः अनुमानः तदा अनुमानं तदा एव तत्र कार्यं भवति नो चेत् एतत् वाक्यं कार्यं न करोति अस्तु तर्हि अत्रैव विरमाम, बहु समीचीनम् अस्ति. अस्तु तर्हि धन्यवादः, नमस्कारः, अग्रिमे मिलामः. आचार्य, इदं करपत्रम् इतोपि कियत् दूरमस्ति? तत्र एकनिमिषः.